सहनाववतु सहनौ भुनस्तु सह वीर्यं करवावकै तेजस्विनावतीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः त्रिमुनिवन्दना वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् क्षमितां येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं श्रीगुरुभ्यो नमः धन्यवादः. इदानीं अनुसूया भवत्याः नाम प्रथमम् अस्ति अत्र. गत अवसरे वयं किं कृतवन्तः स्मरणे अस्ति वा? गतवारम् अहं न आगच्छति महोदय. आगच्छति परन्तु किमर्थम् अहं कण्टिन्यू कर्तुं न शक्नुमः. किमस्ति? गतवारम् अहम् उपस्थिता आसीत् परन्तु रेकार्डिङ्ग् तु आसीत् न? रेकार्डिङ्ग् अपि न पश्यतुं शक्नुमः महोदय. अद्यतनवर्गस्य अवगमनं कथं भविष्यति? एवं करिष्यति गत्वा भवती त्यजनं करिष्यति. ओके, भागीरथी वदतु भगिनि. अहं वदामि वा भवती वदति? अहं शृणोमि भगिनि. किं करणीयं, पठनीयं वा? न पठनं न, पठितवन्तः. भवत्याः ध्वनिः बहु न्यूनमस्ति भगिनि. वक्तुं शक्यते चेत् सम्यक् भवति. इदानीं किञ्चित् अधिकं श्रूयते वा? न भगिनि. अरे, हेड्फोन् तु इदानीम् अहं करोमि भगिनि. भागीरथी भगिनी, अस्मान् तु सम्यक् एव श्रूयते, भवत्या किञ्चित् अस्ति चेत् पश्यतु. बहिः गत्वा पुनः आगच्छतु. ओके भगिनि. भवत्याः ध्वनिः तु सम्यक् अस्ति, तत्र समस्या नास्ति. चन्द्रमति नमस्ते. वयं किं पठितवन्तः वा दृष्टवन्तः वा कस्मिन् विषये किञ्चित् चर्चां कृतवन्तः भवती स्मरति वा? धातु अभ्यासम् अपूर्णम् अभवत्. अनन्तरं नूतन नूतन चाप्टर् कस्मिन् विषये? ओके गीता स्मरति वा? सुप्रभातं भगिनी, नमस्कारः. सुप्रभातम्. स्मरति वा कस्मिन् विषये वयम् आरम्भं कृतवन्तः पुनः चर्चा? सूत्राणि कथं पठनीयम्? सूत्राणि कथं पठनीयम्? ओके मुत्तुलक्ष्मी, भवती किं वदति? आं महोदय, गुणसूत्रसहिता दृष्टिः दृष्टवन्तः. बहु सम्यक्. हा, भागीरथी, चन्द्रमती, गीता, सर्वे जनाः सम्यक्तया शृण्वन्तु. हा, गुणविषये वयं चर्चा आरम्भं कृतवन्तः. ओके, गुणविषये पूर्वं, मुत्तुलक्ष्मी, गुणविषये वयं पूर्वं पठितवन्तः वा इदानीं नूतन विषयः अस्ति? गुणविषये पूर्वमेव पठितवन्तः, परन्तु सूत्रस्थिता दृष्टिः एव नूतनतया प्रारम्भं कृतवन्तः. पूर्वं यत् पठितवन्तः गुणविषये, केवलं गुणः एवम् अस्ति इति वयं ज्ञातवन्तः. पश्यन्तु, हा, गुणविषये यत्किमपि उक्तम् अस्ति अत्र, पूर्वस्य पाठस्य दृष्टि, हा, गुणविषये यत्किमपि अस्मिन् पाठे वयं पठितवन्तः, तत्र तु विना सूत्रं पठितवन्तः. ओके, इदानीं कथं गुणः भवति, केन कारणेन, केन आधारेण भवति, तत् वयं पश्यामः. अतः एव गुणः सूत्रसहिता दृष्टिः इति उक्तम् अस्ति अत्र. ओके, ओके, इदानीं पूर्णिमा तु न वक्तुं शक्नोति. प्रतिभा, प्रतिभा, गत अवसरे गुणविषये वयं किं दृष्टवन्तः? प्रतिभा अस्ति? ओके, प्रतिभा. नमस्ते भगिनि, मम आरोग्यं सम्यक् नास्ति भगिनि, शृणोमि एव अद्य. सन्देशम् अपि प्रेषितवती, किमपि न दृष्टवती. गणे प्रेषणीयं, तदा अन्य कोऽपि दृष्ट्वा वक्तुं शक्नोति. व्यक्तिगत प्रेषयति चेत् कदाचित् अहं पश्यामि, कदाचित् वर्गानन्तरमेव अहं पश्यामि. हा, अतः एव गणनिर्माणं कृतं न, अतः सामान्यतया गणे प्रेषयति चेत् अहं न पश्यामि चेत् अपि अन्य कोऽपि पश्यन्ति, अतः प्रश्नः उदेति चेत् उत्तरं प्राप्तुं शक्नुमः. अतः वाट्सप् ग्रूप् मध्ये प्रतिभा अस्ति. ओके, वाट्सप् ग्रूप् भवत्या अस्ति वा? अस्ति, अहं नास्मि. कारणं भवती तु प्रतिवारं न आगच्छति, यदा कदा आगच्छति, यदा कदा अदृश्य अस्ति. नाम वदतु. मम हस्ते तु किम् अटेण्डेन्स् शीट् अस्ति, तत्र अहं पश्यामि चेत् भवत्याः नाम सामान्यतया प्रतिवारं न आगच्छति. भगिनि, अहमेव वदामि. भवादिगणे एकनिमिषम्, एकनिमिषं, हा, एकनिमिषं, हा, अनसूया, पश्यतु भवती कतिवारम् आगतवती. हा, अत्र सर्वत्र न आगतवती, अनन्तरम् आगतवती, पुनः न आगतवती. हा, षड्वारम् आगतवती. अस्माकं तु वर्गः द्वादशवारम् अभवत्. ओके, अतः अर्धसमयं भवती अस्ति, भर्तसमयं नास्ति. पूर्व तत्तु जनवरि फेब्रवरि मार्च् मासस्य अटेण्डेन्स्. अनन्तरं पूर्वं भवती कतिवारम् आगतवती? केवलम् एकवारम् आगतवती. आगस्ट् तः डिसेम्बर् पर्यन्तम् एकवारम् आगतवती. अहं कथं भव योजयामि? हा, वदतु. मम हस्ते तु सर्वेषां कृते कतिवारं कदा आगतवन्तः तत्तु अस्ति. ये कोऽपि यदा स्मरामि तदा आगच्छामि. अतः चलति. हा, यदा कदा आगन्तुम् इच्छति आगच्छतु. परन्तु रेकार्डिङ्ग् अस्ति. भगिनी सा ज्येष्ठा अस्ति, स्मरणे न तिष्ठति, सा विस्मरति. परन्तु अस्माकं गणे वयं किं कुर्मः? वाट्सप् गणे किमपि कार्यमस्ति. अतः सा किमपि न किं मिस् करोति. ओके, अग्रे वाट्सप् इदानीं रूपल् भगिनि, अहं वदामि भगिनि. इदानीं तु अहं वक्तुं शक्यते, अनन्तरं वक्तुं न शक्यते. वदामि वा? एकनिमिषं, रूपल् अनन्तरं भवती वदतु. हा, इदानीं रूपल् महोदयायाः अहं नाम उक्तवती, इदानीं सा वदति, तदनन्तरं भवती वदतु. हा, ओके, रूपल्. आं भगिनि, किं वयं दृष्टवन्तः? सूत्रसहिता दृष्टिः, तत्र वयं किं दृष्टवन्तः? किञ्चित् सूत्रसहिता, गुणः सूत्रसहिता दृष्टिः, तत्र किञ्चित् मानचित्रमस्ति. सूत्राणि सन्ति, बहवः सूत्राणि सन्ति, तदनुगुणं वयं कार्यं कर्तुं शक्नुमः अग्रे. सूत्राणि इत्युक्ते मानचित्रम् इत्युक्ते फार्मुला अस्ति, यतोहि मेथ्स् मध्ये फार्मुला अस्ति, तदनुगुणं संस्कृत मध्ये अपि तद् सूत्र स्वीकृत्य अग्रे कार्यं कर्तुं शक्नुमः. एकैकस्य सूत्रस्य विशिष्टता वर्तते, भिन्नं भिन्नं, तदनुगुणं वयम् अग्रे गन्तुं शक्नुमः. एतत् किञ्चित् अहम् अवगतवती. किमपि कार्यं दृष्टवन्तः? तत् वयम् इति संज्ञाप्रकरणं प्रारब्धवन्तः पूर्वं, तत्र पूर्णिमा म्यूट् सूत्राणि सन्ति. आं महोदय, म्यूट् करोमि. इति संज्ञाप्रकरणं अष्टसूत्राणि वयं स्वीकृतवन्तः, अनन्तरं लोपः इति सूत्रेण लोपः भवति, तत् सर्वं वयं दृष्टवन्तः. पूर्वं वयम् इतिसंज्ञाप्रकरणं पठितवन्तः, तत्र सूत्राणि सन्ति, तदनुगुणं कस्मिन् कस्मिन् वर्णस्य इतिसंज्ञा भवति तस्य अवगमनं भवति. अनन्तरं तस्य लोपः इति सूत्रेण यत् इतिसंज्ञा भवति तस्य लोपः भवति. एतद् वयं पठितवन्तः, तावत्पर्यन्तं पठितवन्तः. पूर्णिमा, गुणविषये वयं किं दृष्टवन्तः? महोदय, भवादिगणे भवा विकरणप्रत्ययः गुणस्य कारणं भवति. भवादिगणे भू धातु भवति, शप् इति विकरणप्रत्ययः भवति. शप् विकरणप्रत्यय कारणेन एव गुणस्य प्रेरणा ददाति. शप् सकारस्य अपकारस्य भूत्वा अपि अकारः तिष्ठति. अकारः भू इति धातोः मिलित्वा गुणः भवति. भू अधिक आ अधिक ति इति तिष्ठति, तत्तु गुणः भवति. भू अधिक आव् इति एचो वः इति सूत्रस्य आधारेण वाव् इति भवति भवति इति भवति सम्पूर्णप्रक्रियाविषयम् उक्तवती तदहं न पृच्छामि केवलं गुणविषये वयं किं ज्ञातवन्तः तत् वक्तुं शक्नोति केवलं गुणविषये चिन्तयतु धातोः धातोः विकरणप्रत्ययस्य योजनेन या वर्ण विशिष्यते वर्णस्य लित्वा गुणः भवति गुणस्य प्रेरणा विकरणप्रत्ययः ददाति ओके सरस्वती भवती किं वदति गुणविषये हा वयं किं पठितवन्तः सरस्वती अहं वदामि महोदय का वदति सरस्वती कुत्र अस्ति सर्वमङ्गला नमस्ते वदतु वयं गुणविषये किं ज्ञातवन्तः गुणविषये कस्यचित् वर्णस्य परिवर्तनं भवति कस्यचित् वर्णस्य परिवर्तनं भवति बहु सम्यक् ते के ते वर्णाः यस्याः परिवर्तनं भवति ते के इ ए भवति ओ भवति ऋ अर् भवति ल अल् उक्तं हा पश्यामः चलति अनन्तरं भवत्याः पर्यायः आगच्छति ओ एतद् जानामि स्म परन्तु एतदेव उत्तरं दातव्यम् इति जानामि जानामि स्म प्रश्नस्य उत्तरं बहु सूक्ष्मतया दातव्यं हा जनरल् उत्तरं दास्यति चेत् मम शोधनं तत्र आवश्यकं भवति हा ओके सर्वमङ्गला इदानीम् इ उ अनन्तरं ऋ विषये गुणसमस्या आगच्छति अथवा गुणः भवितुम् अर्हति कदा धातोः अन्तिमवर्णः यदा भवति धातोः अन्तिमवर्णः यदा अस्ति चेत् तस्य वर्णस्य गुणः भवति गुणः भवति ओके धन्यवादः सरस्वती धन्यवादः भवती किमपि इतोपि वक्तुं शक्नोति गुणविषये आं भगिनि लास्ट् बट् वन् अन्तिमवर्णस्य पूर्ववर्णः उपधा उपधा उपधा ह्रस्व गुण स्वरः अस्ति चेत् इकार ह्रस्व इकारः ह्रस्व उकारः ह्रस्वरुकारः अस्ति चेत् तदपि गुणपरिवर्तनं भवति तेषामपि परिवर्तनं भवति ओके उपदा विषये अन्तिमवर्णः दीर्घं वा ह्रस्वं चलति परन्तु उपदा विषये केवलं ह्रस्ववर्णस्य गुणः भवति ओके तावत्पर्यन्तं वयं पठितवन्तः इति अहं चिन्तयामि सत्यं वा न भगिनी भगिनी एकवारं पुनः वक्तुं शक्यते वा भगिनी उपदा विषये उपदा विषये सरस्वती उपदा विषये किञ्चित् स्पष्टीकरणं करोतु उपदा क्षरं ह्रस्व इकारः ह्रस्व उकारः ह्रस्वरुकारः अस्ति चेत् तस्य क्रमेण इकारस्य स्थाने एकारः उकारस्य स्थाने ओकारः ऋकारस्य स्थाने रेफा अर् अर् सोरि अर् भवति दीर्घ अस्ति चेत् न भवति ह्रस्व अक्षरमेव ओके इदानीं भागीरथी तु उपदा इत्युक्ते किं न जानाति तद् वदतु अन्तिम अक्षरस्य पूर्ववर्णः यदि तत् वर्णस्य नाम उपदा भगिनी पूर्ववर्णः केवलं पूर्ववर्णः वा अथवा अन्तिम अक्षरस्य पूर्वं ये वर्णाः सन्ति ये सर्वे उपदा भवितुम् अर्हति वा केवलम् एक अक्षरम् एव भवितुम् अर्हति वा तदेव मम सरस्वती एकम् उदाहरणं स्वीकृत्य स्पष्टीकरणं करोतु ओके अत्र अहं दर्शयामि हा किमस्ति भवति भूभूयि भवति भवति कृषति भगिनी अहं मन्ये उपदा वर्णः इति उक्तम् अस्ति अतः वर्णः एव पूर्वं स्थितवर्णः एव वा एव इति अहं मन्ये साधु वा उपदा वर्णः एकनिमिषं इदानीं मै अण्डर्स्टाण्डिङ्ग् लास्ट् बट् वन् लेटर् ओके तत्र सा किम् अनुवादमस्ति इदानीं हा वयं किमपि धातु स्वीकुर्मः कृषति हा कृष् धातु ओ तत् एकनिमिषम् कृष् इति धातु अस्ति ओके भागीरथी कृष् धातोः वर्णविभजनं करोतु ककारः ऋकारः शकारः शकारः कृष् ओके अत्र अत्र वदतु अन्तिमवर्णः किम् अन्तिमवर्णः शकारः शकारः उपदावर्णः किम् उपदावर्णः ऋकारः ऋकारः केवलम् एतेषां वयम् एतयोः वयं किं स्मरणं कुर्मः इदानीं भू इति धातुः अस्ति एतस्य वर्णविभजनं करोतु बकारः ऊकारः ऊकारः अत्र उपदावर्णः किम् उपदावर्णः बकारः अन्तिमवर्णः किम् अन्तिमवर्णः ऊकारः ऊकारः ऊकारः इदानीम् अस्माकं किं पठनं यत् वयं कृतवन्तः किं गुणविषये गुणविषये यद्वयं पठितवन्तः भूधातुविषये उपयोगं भविष्यति वा न भवति भगिनि भवति कृष् धातोः विषये उपयोगं भविष्यति वा न भवति किमर्थम् कर्षति कृषति सर्वाणि अक्षराणि अक्षराणाम् अत्र भवति किल पुनः वदतु सर्वाणि सर्वाणाम् अक्षराणाम् उपयोगम् अत्र भवति इति कारणेन अहं वदामि दृशति पुनः गुणकार्यं गुणधातुविषये भविष्यति वा न भविष्यति? धातुः भवति एव गुण गुण भवति न भवति यद् भवती वदति तत् भवती किं तत्र तु बहु कन्फ्यूजन् अस्ति. बहु धातु इत्युक्ते भवती क्रियापदम् अपि अस्ति, सम्भाषणे अपि भवती आगच्छति, अतः भवती किं वदति तदहं न जानामि. स्पष्टतया वदतु, भू धातोः भकार ऊकार यदस्ति तत्र गुणः भविष्यति वा न, केन कारणेन? भवति ओके, किं भवति? सहायं करोतु. आम् तत्र भूधातोः अन्तिम स्वराः स्वराः ह्रस्व उकारः न दीर्घ उकारः दीर्घ उकारः अस्ति, अतः गुण परिवर्तनं भवति. उकारस्य स्थाने ओकारः भवति. परन्तु किम् अवकाशः अस्ति, अवकाशः अस्ति एवं वक्तव्यं. अनन्तरं पश्यामः, अवकाशः अस्ति परन्तु सूत्रस्य आधारेण कर्तुं शक्नुमः वा न, तद् अनन्तरं पश्यामः. ओके, इदानीं कृष् धातुविषये ओके, कृष् धातुविषये अस्माकं हस्ते षकारः अन्तिमवर्णः अस्ति, उपदावर्णः ऋ अस्ति, अत्र अवकाशः अस्ति वा न? अस्ति. किमर्थं ऋकारः ह्रस्वऋकारः अस्ति चेत् गुणः भवितुम् अर्हति. ओके, भागीरथी वदतु इदानीं. भूधातोः बकारः ऊकारः अन्तिमवर्णः ऊकारः, अतः ऊकारस्य स्थाने ऊकारः ओकारः इति परिवर्तनं भवति. भवितुम् अर्हति तत्तु अनन्तरं पश्यामः. भवितुम् अर्हति अनन्तरं तदेव कृष् विषये उपदावर्णः ऋकारः ऋकारः अपि ह्रस्वं वा दीर्घं? ह्रस्ववर्णः अतः गुणः परिवर्तनं भवितुम् अर्हति. गुणवर्णः अस्ति अतः परिवर्तनं भवितुम् अर्हति. ओके, यावत्पर्यन्तं सर्वे जनाः ज्ञातवन्तः, स्पष्टमस्ति? किमपि प्रश्नः अस्ति? आं भगिनि. ओके, प्रश्नः अस्ति वा? इदानीं सुब्रह्मण्यं भवान् स्मरति वा कियत्पर्यन्तं वयं पठितवन्तः? सुब्रह्मण्यम् अस्ति वा न? न श्रूयते. वेरि गुड्. सुब्रह्मण्यम् ओके. विजया आरम्भं करोतु गुणस्य चिन्तनक्रमः. Madam, one doubt. Madam, one doubt. अपरनियमः यत्र धातोः उपधा स्वरः इति ह्रस्व उपधा तत्तु वयं पश्यामः ओके उपधा ह्रस्वः अस्ति तदा एव गुणकार्यं कर्तुं शक्नुमः इति वयं ज्ञातवन्तः उदाहरणेन ओके इदानीं सूत्रस्य आधारेण वयं पश्यामः द्रक्ष्यामः ओके बट् वेर् दे हेव् गिवन् दट् ह्रस्व वर्ड् भगिनी गुण त्रिगुणः पूर्वं पठित्वा पाठे अस्ति अत्र अस्ति न वादिगणे धातोः उपधा इकार उकार ऋकार अस्ति चेत् तस्य वर्णस्य गुणः ऐ अण्डर्स्टुड् बट् यु हेव् टोल्ड् दट् उपधा स्वर इस् इफ् इट् ओन्लि ह्रस्व पायिण्ट् इस् वादिगणे धातोः अन्तिमः वर्णः इकार ईकारः उकारः ऊकार ऋकार ऋकारः अस्ति चेत् तस्य वर्णस्य गुणः भवति वादिगणे धातोः उपद इदे लिस्टेड् इट् पुनः आगच्छति चिन्ता मास्तु बिलो देर् इस् देर् अत्र बुद् धातोः उकारः उपदाः कृष् धातोः ऋकारः उपदः देयं यत् दीर्घः स्वरः उपदा चेत् तस्य गुणः न भवति अग्रे पठतु जीवति ओके सर्वमङ्गला एतत्तु वयं बहु पूर्वं पठितवन्तः तदा धातु परिचयः धातुगणपरिचय तत्र गुणः यदस्ति ओके ओके तस्मिन् करपत्रे एतत् वयं दृष्टवन्तः इदानीं सूत्रसहितदृष्टि अत्र वयं सूत्रस्य आधारेण कथं निर्णयं करणीयं तद् वयं द्रक्ष्यामः ओके ओके धन्यवादः अवगतं सर्वे जनाः इतोपि समस्या अस्ति चेत् वदन्तु ओके इदानीं सुब्रह्मण्यं नास्ति विजया नास्ति केवलं नाम दृश्यते अनिल् आं महोदय अनिल् पठतु गुणस्य चिन्तनक्रमः गुणस्य चिन्तनक्रमः आहत्य प्रक्रिया एतादृशी भू योज सप् योजति लसक्व तद्धिते 138 हलन्त्यं 133 तस्य लोपः 139 इति सूत्रैः सकारपकारयोः लोपः भू प्लस् अ प्लस् ति तिंशित् सार्वधातुकं 34113 इत्यनेन शप् प्रत्ययस्य सार्वधातुकसंज्ञा सार्वधातुकार्धधातुकयोः 7384 इत्यनेन सार्वधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भो प्लस् अ प्लस् ति एचो एचो अयावायः वः 6177 इत्यनेन ओ स्थाने अव बकार प्लस् अव प्लस् अ प्लस् ति वर्णमेलनेन भवति ओके यावत् पर्यन्तं किम् अवगतवान् अस्तु महोदय अत्र सप् प्रत्यय अस्ति गत प्रत्ययस्य किं किं कार्याणि कृतानि हा सप् प्रत्यये गत पठित पठि गत गतानि पठितानि विषय विषयाणि गताः सूत्राणाम् आधारेण इत् प्रक्रिया अस्ति इत् प्रक्रिया कारणेन शकार इति संज्ञा पकार इति संज्ञा तस्य लोके सो लसक्वतिते कारणेन सकार इति संज्ञा हलन्त्यं कारणेन पकार इति संज्ञा तस्य लोपकारणेन द्वयोः अपि लोप अस्ति अनन्तरं केवलम् अकार अवशिष्यते अतः तावत्पर्यन्तं वयं सूत्राणां ज्ञानं प्राप्तवन्तः ओके अनन्तरं कथम् आगतं तस्मिन् विषये वयं ज्ञानं प्राप्तवन्तः तदनन्तरं उपयुक्तानि तस्मिन् विषये वयं न पठितवन्तः परन्तु तेषां कारणेन किं भवति तेषां त्रीणि नूतनसूत्राणि कारणेन भवन्ति आगतानि भवति भवति भवति भवति सम्यक् तदनन्तरं किं किं कार्यं भवति तेषां किं तेषां कृते कार्याणि यत् कर्तव्यानि तेषां कृते सूत्राणि दत्तानि परन्तु स्पष्टीकरणं न कृतम् ओके अन्तिमरूपं दर्शितं कथम् आगच्छति इति इदानीं मन्दं मन्दम् अग्रे गच्छामः अधुना सोपानेन परिशीलयिष्यामः ओके यावत्पर्यन्तम् अवगतं हा अत्र झटिति भू आरभ्य भवती पश्यामः भू आरभ्य भवती पश्यामः केवलं शप् विषये वयं पठितवन्तः ओके अनन्तरं शप् विषये अपि अर्धमपि पठनं भवति लोप भवति तद् परन्तु लोप अनन्तरं शकारपकारकार्यं किं न पठितवान् तस्मिन् विषये पठनं न अभवत् केवलं शब् विषये अवशिष्टरूपं किं तावत्पर्यन्तं वयं पठितवन्तः तदनन्तरं किमर्थं किं कार्यं वयं कुर्मः तत् वयं न दृष्टवन्तः परन्तु अत्र किं लिखितं तिंशित् सार्वधातुकं सार्वधातुकार्धधातुकयोः इच्छो यवा यावः एतत् सर्वं दत्तम् अस्ति एतेन कारणेन भू यदस्ति तदनन्तरम् अ यदागच्छति शप् कारणेन तदनन्तरं पि यदागच्छति यत्किमपि कारणेन अहं न वदामि तस्मिन् विषये तदनन्तरं भवती कथम् आगच्छति एतानि सूत्राणि उपयुक्तानि सन्ति तावत्पर्यन्तं वयं द्रष्टुं शक्नुमः अनन्तरं स्पष्टीकरणं पश्यामः ओके अनुसूया पठति वा अग्रे अनुसूया विजया भवत्याः नाम यदा अहम् आह्वयामि तदा तु भवत्याः ध्वनिः न श्रुतम् अतः अग्रे गतम् ओके अनुसूया भवती कण्टिन्यू करोतु पुनः भवत्याः पर्यायः आगच्छति विजया तस्मिन् समये नाम आह्वयामि शकारः न तिष्ठति अपि तु अपगच्छति किल किमर्थमिति जानीमः दशपद्यते प्रथम अध्याये तृतीयपादे अष्टमसूत्रेण प्रत्ययस्य आदौ सूत्रस्य शकारस्य यदा तस्य लोपः इत्यनेन सञ्ज्ञकस्य शकारस्य लोपः भवति इदानीम् एतत् अवगच्छति तस्मिन् प्रत्यये शिकारः इत्सञ्ज्ञकधर्णः अस्ति प्रत्यया षित् इति उच्यते यस्मिन् षकारः अर्थः तृतीया षित् षकारः इत्यस्मितः षित् इति भूमिः समासः शप् विकरणप्रत्यये षकारस्य युत्संज्ञा अस्तु अतः ओके स्पष्टीकरणं करोतु विषये किं जातवती कथं न तिष्ठति किमर्थं तत्त्वद्विते इति सूत्रेण प्रत्ययस्य आदौ स्थितस्य शकारस्य संज्ञा भवति संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः भवति अतः शकारः न दृश्यते इदानीं कृते शकारः इत्सञ्ज्ञकवर्णः अस्ति प्रत्ययः संज्ञा भवति इत्युक्ते संज्ञा भवति चकारः चकारः भागीरथी भागीरथी षित् कथम् आगतं धन्यवादः षित् इति कथम् आगतं प्रत्यये यत् यः वर्णः इत्संज्ञकः इत्संज्ञकः अस्ति इत्संज्ञकः वर्णः अस्ति सः प्रत्ययः षित् इति उच्यते सः प्रत्ययः एव षित् एव नामकरणं भवति वा न भगिनि प्रत्यये शकारः इत्संज्ञकः भवति एतत् बहु आवश्यकसूचना अस्ति प्रत्ययस्य शकारः इत्संज्ञा भवति तत् एव षित् नामकरणं प्राप्नोति ओके ओके भगिनि आगतं सर्वत्र षित् न सर्वत्र षित् न ओके शप् एव प्रथमम् अनन्तरं प्रत्यये शकारः इत्संज्ञकः भवति इति कारणेन षित् इति उच्यते यत्र शकारस्य इत्संज्ञा भवति तत्र षित् इति नामकरणं भवति तत् शकारस्य षित् इति नामकरणं भवति ओके किमर्थं कारणं शकारस्य इत्संज्ञा अभवत् अतः तस्य नाम षित् इति भवति ओके तावत्पर्यन्तम् अवगतम् ओके भागीरथी इदानीम् अग्रे पठतु विकरण तिंषित् सार्वधातुकं तिंषित् सार्वधातुकम् इति संज्ञासूत्रम् अनेन यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकम् सार्वधातुकम् एका संज्ञा एकं नाम तावत् एव व्याकरणे नामानि सन्ति आधिक्येन तेषां नाम्नां स्वतन्त्रतया कोऽपि अर्थो नास्ति केवलं नामकरणम् ओके तर्हि इदानीं किम् अवगतवती तिङ्गषित् संज्ञासूत्रम् अस्ति तिङ्गषित् सार्वधातुकं संज्ञासूत्रम् इति संज्ञासूत्रम् अस्ति तेन संज्ञासूत्रेण यः प्रत्ययः तिङ् अथवा षित् षित्वा अस्ति सः प्रत्ययः एव सार्वधातुकम् इति नामकरणम् अस्ति सार्वधातुकसंज्ञा एव एकसंज्ञा एव तेषां नाम्नां स्वतन्त्रतया कोऽपि कोऽपि स्थाने अर्थः नास्ति, केवलं नामकरणम् एव भवति. ओके, भवती वक्तुं शक्नोति नामकरणम् इत्युक्ते किम्? तिङ्गषित् सार्वधातुकम् इति संज्ञासूत्रम् अस्ति. सार्वधातुकम् एकसंज्ञा एव, एवं बहूनि नामानि व्याकरणे सन्ति. तेषां नामानि भवती अन्य किमपि नाम संज्ञा इति नामकरणं यत्र कृतम् अस्ति पठितवती वा अन्यत्र कुत्रापि? इदानीं न स्मरामि भगिनि, न स्मरामि, वारं मासद्वयं वयं कृतवन्तः, न स्मरामि वदति. पश्यामि इदानीं. चन्द्रमती, भवती स्मरति वा? उपदा एकनामकरणमस्ति. उपदा एकनामकरणमस्ति. अन्य वारं वारं वयं पठितवन्तः, मासद्वयमस्ति न न न नामकरणं संज्ञा संज्ञा पिता इति नामकरणं भगिनि, इति नामकरणं तत्तु वयम् इदानीं पठितवन्तः. पूर्वं किमपि पठितं यत् स्मरणीय अस्ति? धातुः सुब्रह्मण्यं तिष्ठतु वा भवतः नाम अहम् अनन्तरं धातुः वृद्धिः गुणः सर्वे संज्ञावाचकः एव. ओके, तत् सर्वमस्ति. कण्णम्मा अस्तु भगिनि, अस्ति अस्ति भगिनि, अस्तु अस्ति. ओके कण्णम्मा, अस्तु. अन्य इत्संज्ञाविषयं भवती जानाति? ओ अहमेव उत्तरमपि दत्तवती. इत् इति संज्ञा अस्ति, तत्तु वयं पठितवन्तः न, मासद्वयम् अभवत्. सर्वत्र सर्वत्र इत् इत् इत् इति नामकरणं कुर्मः न? आं भगिनि, इति नामकरणं कृत्वा एव तस्य लोपः इति सूत्रस्य आधारेण लोपकार्यं कुर्मः न? प्रथमं नामकरणं कुर्मः, तदनन्तरमेव लोपकार्यं कर्तुं किं पर्मिशन् अस्ति न? तावत्पर्यन्तं तु पर्मिशन् नास्ति तस्य लोपः एतस्य उपयोगं कर्तुं. हा, अवगतम्? अतः एव अहम् उक्तवती मासद्वयम् अभवत् वयं पठामः संज्ञाविषय. एनिवे कणमा अग्रे पठतु. अस्तु भगिनि, इति कारणेन एव भगिनि इति कारणेन एव वयम् उमा भगिनि इति साधनं अहं किमपि न करोमि अस्मिन् वर्गे, केवलं नामानि आह्वयामि. ओके कणमा अग्रे पठतु. तिङ्क्षित् सार्वधातुकम्. ओ ध्वनिना आगच्छति कणमा, समस्या अस्ति वा? कणमा नो आडियो. ओके मुत्तुलक्ष्मी. आं महोदय, तिङ्क्षित् सार्वधातुकं तत् समाप्तम्. अत्र तर्हि शप् प्रत्ययः षित् इति उपरि उक्तं, यः षित् सः सार्वधातुकम् इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं धातोः परस्य अस्तु भगिनि भवत्याः ध्वनिः न आगतम् अतः अहं पुनः पठितामि ओके फैन् पुनः पठतु तर्हि शप् प्रत्ययस्य तत्र आरभ्य पठतु तर्हि शप् प्रत्ययः षित् इति उपरि उक्तं यः षित् सः सार्वधातुकः इति अत्र उक्तम् अतः शप् प्रत्ययः सार्वधातुकसंज्ञां प्राप्नोति सारांशः अनेन सूत्रेण शप् प्रत्ययः सार्वधातुक इति अवगच्छामः ओके स्पष्टीकरणं करोतु यस्मिन् प्रत्यय सकारः इत्संज्ञा भवति तत् प्रत्ययः षित् इति वक्तव्यम् उक्तम् यः षित् अस्ति सः किम् अभवत् ध्वनि कथम् ओ मै गाड् इव तत् षित् प्रत्यय इति उक्तं तत् षित् सार्वधातुक् इति उक्तमस्ति नामकरणं कृतमस्ति अतः सप्रत्ययः सार्वधातुः धातुकसंज्ञां प्राप्नोति ओके सप्रत्ययस्य नामकरणं सार्वधातुकः इति भवति इति किमर्थं कारणं तदस्ति षित् सार्वधातुक अस्ति तदेव शप् सार्धधातुकः भवति प्राप्नोति शप् नामकरणं सार्वधातुकः भवति शप् शप् किमस्ति शप् प्रत्यये किम् अस्ति सकारः इत्संज्ञा भवति संज्ञकवर्णः अस्ति अतः शिप् अस्ति अतः सार्वधातुकः अस्ति अस्तु एतत् एकं म्याक्स् अस्ति शप् अस्ति अतः सकारस्य इत्संज्ञा भवति अतः षित् भवति षित् भवति अतः शप् अतः सार्वधातुकः भगिनी षित् अण्ड् सार्वधातुकः सिनोनिम्स् न सार्वधातुकः इति नामकरणमस्ति सिनोनिम्स् नास्ति षित् एकः एव सार्वधातुकः अन्य अपि सन्ति अत्र लिखितमस्ति न तिं षित् सार्वधातुकम् इति ओके अतः वयं तु केवलं षित् विषये दृष्टवन्तः किं विषये अनन्तरं पश्यामः तदपि सार्वधातुकम् एव ओके किञ्चित् सार्वधातुकम् इति लिखितमस्ति अत्र षित् भागस्य अवगमनं वयम् इदानीं कृतवन्तः अतः यत् षित् अस्ति इत्युक्ते यस्य प्रत्ययस्य षकारस्य इत्संज्ञा भवति तद् षित् भवति तदपि सार्वधातुकम् इति तस्य नामकरणं भवति यावत् पर्यन्तम् अवगतम् अग्रे गच्छामि मुत्तुलक्ष्मी अग्रे पठतु पूर्णः सूत्रार्थः अत्र उक्तः किञ्चित् सार्वधातुकं धातोः विहितः तिङ्क्षित् प्रत्ययः सार्वधातुकसंज्ञको भवति शकारः इत् यस्य सः षित् बहुव्रीहिः तिङ् च षित् च तयोः समाहारद्वन्द्वः तिङ्क्षित् तिङ्क्षित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विपदमितं सूत्रं प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रम् धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् ओके किम् अवगतवती सूत्रस्य अर्थम् अस्ति तत्र तिङ्क्षित् सार्वधातुकम् इत्युक्ते धातोः विहितः तिङ् इत्युक्ते विहितः मूलरूपम् इति वक्तुं शक्यते धातोः विहितः तिङ्क्षित् प्रत्ययः अस्ति चेत् सार्वधातुकसंज्ञको भवति इति यदा शकारः आगच्छति चेत् षित् भवति तिङ् आगच्छति चेत् तिङ्क्षित् इति आगच्छति किल अतः शकारः इति अस्य सः षित् बहुव्रीहिसमासः इति दत्तमस्ति तिङ् च षित् च तयोः समाहारद्वन्द्वः इति समासः दत्तमस्ति अतः तिङ्क्षित् इति तिङ्क्षित् प्रथमान्तं सार्वधातुकमपि प्रथमान्तमेव द्विपदं सूत्रम् अस्ति प्रत्ययस्य प्रत्ययः परश्च इति यद्यपि सूत्रमस्ति अर्थात् धातोः परः तिङ्क्षित् प्रत्ययः आगच्छति अतः तिङ्क्षित् सार्वधातुकम् इति अर्थम् तिङ्क्षित् एकं पदम् अस्ति वा तत्र द्विपदम् एव तिङ् तिङ् च षित् च तिङ् भिन्नम् अस्ति षित् भिन्नम् अस्ति तिङ् इत्युक्ते किं भवती जानाति स्मरति तिङ् तिङ् प्रत्ययः सर्वं तिङ् तिङ् प्रत्ययः ओके ओके कुत्र गच्छामि पूर्णिमा वक्तुं शक्नोति ओके प्रतिभा तु स्वास्थ्यं सम्यक् नास्ति रूपल् तिङ् विषये किमपि शब्दः अस्ति रूपल् तिङ् विषये किमपि वक्तुं शक्नोति तिङ् इत्युक्ते किं कथं प्राप्नुमः अथवा किम् अस्ति तिङ् इत्युक्ते प्रत्ययः अस्ति ओहो ओके वयं धातोः प्रत्ययः तस्य लकारेषु विभिन्नलकारेषु प्रयोगः भवति अतः अहं किं भू धातु अस्ति मम हस्ते अतः तत्र अहं तिङ् इति स्थापयामि मम धातु कार्यं भवति भू अस्ति तत्र प्रथमं विक्रणप्रत्ययं स्थापयामः विक्रण अत्र पश्यन्तरं वयं तु आरम्भं कृतवन्तः न कृष् इति एकं धातु अस्ति एका धातु अस्ति भू इति एतत् सर्वं वयं दृष्टवन्तः अतः अत्र विकरणप्रत्ययः योजयित्वा तिङ् इति स्थापयामः सत्यं कृष् इति धातु अस्ति ओके कृष् इति धातु अस्ति तत्र किं करोमि विकरणप्रत्ययः किं शप् न शप् ओ क्षम्यतां हा शप् तदनन्तरं साक्षात् अहं सिङ्ग् इति स्थापयामि सत्यं तिङ् इति स्थापयामि, अनन्तरं मम अन्यकार्याणि करिष्यामि. सत्यं भूविषये अपि तदेव, तदेव सत्यं. अहं वारं वारं पृच्छामि. हा एवं कर्तव्यं सत्यम्. ओके असत्यम् असत्यं सरस्वती पश्यामः. नास्ति ति लट्लकारस्य प्रत्यय ति, परन्तु तिङ् अस्ति न तत्र. किञ्चित् सार्वधातुकम् इति उक्तमस्ति इत्युक्ते ग्रूप् आफ् थिङ्ग्स् लट्लकारस्य प्रारम्भ देन् होल् थिङ्ग् होल् थिङ्ग्. ओके होल् थिङ्ग् किञ्चित् स्पष्टीकरणं कर्तुं शक्नोति. सुबन् तिङन्तरूपम् अस्ति खलु वर्ब् फार्म्स् सुबन्त रूपम् एव्रिथिङ्ग् ईस् इन्क्लूडेड् इन् द तिङ्गन् तिङ्क्. ओके वेरि गुड्, एट्लीस्ट् देट् इस् बेटर्. चलो सर्वमङ्गला भवती किं वदति तिङ् विषये? तिङ् प्रत्यये परस्मैपदे आत्मनेपदे प्रत्ययः भवति. सिद्धस्थि सिद्धस्थ मित् परस्मैपदे, आत्मनेपदे त आतां धा था आतां ध्वम् इत् वहि महीङ्ग्. दट् लास्ट् वर्ड् फार् महीङ्ग् इस् देट् स्टार्टिङ्ग् वर्ड् फार् परस्मैपदे ति इस् स्टार्टेड् फ्रम् स्टार्टिङ्ग् फ्रम् ति टु एण्डिङ्ग् आफ् दि आत्मनेपद इङ्ग् इट् कम्प्रैस् तिङ् अन्त. अतः वयं तिङ् इति वदति वदामः वदामः. ओके लघुत्वं वयं जानीमः न मङ्गला भगिनि. दिस् इस् वाट् ऐ वाण्टेड् टु से बट् ऐ डिड्न्ट् नो हौ टु से. ओके अतः तिङ् यद् वयं वदामः तत्र अष्टादश प्रत्ययाः सम्मिलिताः सन्ति. ओके रूपल् ज्ञातवती इदानीं? आं भगिनि तद् न जानामि, अधुना ज्ञातवती, धन्यवादः. ओके अग्रे वयं पठिष्यामः, चिन्ता मास्तु. तिङ् यदस्ति तत्र किं प्रत्याहार इव अस्ति. किमर्थं वयम् इक् अक् अण् एवं वयं जानीमः न. अण् इत्युक्ते अ इ उण् अ आरभ्य णकारपर्यन्तम्. इक् वदामः चेत् इ उ ऋ ल ओके तावत्पर्यन्तम् इत्युक्ते इ आरभ्य ककारपर्यन्तं यत्किमपि वर्णाः सन्ति तेषाम् उल्लेखः भवति इक् इति प्रत्याहारेण. इदानीं तिङ् इति प्रत्याहारेण किं भवति? यानि यानि किं पदानि वयं योजयामः लकाररूपस्य कृते तेषां क्रियापदं भवति. हा क्रियापदस्य लकाररूपस्य कृते लकाररूपं वयं प्राप्नुमः न, लट् लकार लोट् लकार लङ् लकार एवं तेषां कृते वयं प्रत्ययानाम् उपयोगं कुर्मः. ओके तदस्ति सर्वमङ्गला उक्तवती चित्त झि सिप्तस्थ एवमेवम् इड् बहि महिङ् तावत्पर्यन्तं गच्छति. अष्टादशप्रत्ययाः सन्ति. ओके तद् योजयामः, तदनन्तरं लकारानुगुणं तेषां परिवर्तनं भवति. तदस्ति तिङ् प्रत्ययाः. ओके तिप् एकः प्रत्ययः, तिप्थस् द्वितीयः प्रत्ययः, झि तृतीयः प्रत्ययः, सर्वं प्रथमपुरुषस्य कृते एकवचनं द्विवचनं बहुवचनम् इति. अतः प्रत्ययानाम् अपि शार्ट् फार्म् कृतमस्ति पाणिनिना. तिङ् इति यत् अस्ति तदस्ति अष्टादशप्रत्ययानां समूहः. षित् यत् अस्ति तत् केवलं षकारस्य इत्संज्ञक प्रत्ययस्य विषये अस्ति. ओके, परन्तु तिङ् यदस्ति तदस्ति अष्टादशप्रत्ययानां समूहः. अतः यत्र कुत्रापि वयं तिङ् प्रत्ययस्य उपयोगं कुर्मः इत्युक्ते अष्टादशप्रत्ययाः यदस्माकं हस्ते सन्ति तस्य तेषाम् उपयोगं कुर्मः चेत् तत्र अपि वयं सार्वधातुकः इति नामकरणं कर्तुं शक्नुमः. यावत्पर्यन्तम् अवगतं भगिनि, तिङ् प्रत्ययः केवलं लटि अस्ति खलु? न, न, एवं नास्ति. ओके, प्रथमकार्यं तु न, न, न, न, न, तस्मिन् विषये वयम् अग्रे पठिष्यामः. हा, सिप्तः सिप्तस्त तत् यत् अष्टादशप्रत्ययाः सन्ति तत्तु केवलं प्रत्ययाः, तदनन्तरं लकारस्य आधारेण तेषां परिवर्तनं भविष्यति. ओके, तत् इदानीं वयं किमस्ति तिङ् एव तिष्ठति वा भविष्यत्काले तिङ् नास्ति खलु महोदय? इदानीं वयं लकारविषये न पठामः. तिङ् यत् अस्ति तस्मिन् विषये किञ्चित् ज्ञानम् अधिकं कृतवन्तः. ओके, तिङ् इत्युक्ते अष्टादशप्रत्ययाः प्रत्ययानां समूहः. लकारविषयम् अग्रे आगच्छति, तस्मिन् समये पश्यामः. इदानीम् अहं लकारं योजयामि चेत् सर्वत्र कोलाहलं भवति मनसि. ओके, अतः अहं तस्मिन् विषये किमपि न वदिष्यामि, केवलम् एतत् स्मर मनसि स्थापयन्तु. तिप् यदस्ति तत् प्रथमपुरुषस्य एकवचनस्य प्रत्ययः अस्ति. ओके, तत् यदस्ति प्रथमपुरुषस्य द्विवचनस्य प्रत्ययः अस्ति. धी यदस्ति प्रथमपुरुषस्य बहुवचनस्य प्रत्ययः अस्ति. ओके, केवलं यावत्पर्यन्तम् अस्माकं ज्ञानम् अभवत्, तदनन्तरं किं सोपानेन अग्रे गन्तव्यम् अस्ति. ओके, अग्रिमसोपानं वयम् इदानीं न पठितवन्तः, तत्र तु लकारविषयम् आगच्छति, दशलकाराः सन्ति न? ओके, अतः लकारविषये इदानीं कन्फ्यूषन् मा करोतु मनसि. हा, सर्वे जनाः एतदेव अहं वदामि, वयं सोपानेन गच्छामः तदा अस्माकम् अवगमनं दृढतया भवति, स्पष्टतया भवति, स्मरणे अपि कदाचित् तिष्ठति. ओके, ओके, ओके. इदानीं सार्वधातुकम् इति संज्ञा कथम् आगतं वयं ज्ञातवन्तः. हा, यदा प्रत्ययः तिङ् अस्ति अथवा षित् अस्ति तदा तस्य नामकरणं सार्वधातुकम् इति भविष्यति. यावत्पर्यन्तम् अवगतं, प्रश्नाः सन्ति अथवा अग्रे गच्छामः. ओके, इदानीं कस्याः पर्याय, रूपल् भवती पठितवती वा? न, न, ओके, उत्तरं दत्तवती. इदानीं तृतीयबिन्दु पठतु. न दृश्यते शकारस्य, न, शकार शप्रत्यये एतदेव पठामि न भगिनि? शप्रत्यये शकारपकारयोः लोपः अकारः एव अवशिष्यते. शकारस्य इत् संज्ञा लोपश्च इत्युक्तं पकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा पकारस्य हलन्त्यं 133 इति सूत्रेण इत्संज्ञा तस्य लोपः 139 इत्यनेन इत्संज्ञकस्य पकारस्य अपि लोपः भू अधिक शप् अधिकति लशक्पतद्दिते 138 हलन्त्यं 133 तस्य लोपः 139 इति सूत्रैः शकारपकारयोः लोपः इत्युक्ते भू अधिक अ अधिकति अत्र अतु शप् आसीत् अधुना केवलम् अदृश्यते तथापि शकारपकारयोः प्रभावः अस्ति एव अकारः शपः प्रतिनिधिः ओके यावत्पर्यन्तं किम् अवगतवती अत्र यत् शप् प्रत्यये अस्ति तत्र प्रथमशकारः अस्ति तस्य लोपः भवति तत्र लशक्पतद्धिते एतत् सूत्रेण शकारः प्रारम्भे अस्ति तस्य लोपः भवति 138 इति सूत्रेण अनन्तरं हलन्त्यं 133 अस्ति तत्कारणेन पकारस्य अपि लोपः भवति अनन्तरं 139 इति सूत्रेण तस्य लोपः यस्य इति संज्ञा भवति तस्य लोपः करणीयम् अतः भू अधिक अ एव तिष्ठति शप् मध्ये शकार हलन्त्यं पकारस्य लोपः भवति तत्कारणेन अ एव तिष्ठति अनन्तरं ति तत् प्रत्यये योजयित्वा भू अ ति अत्र अ तु शप् आसीत् अधुना केवलम् अदृश्यते तत् किमस्ति एतत् वाक्यं बहु इम्पार्टेण्ट् अत्र अ तु शप् आसीत् अधुना केवलम् अदृश्यते तथापि शकारपकारयोः प्रभावः अस्ति एव अकारः शपः प्रतिनिधिः सर्वं न जानामि ओके अ यदस्ति पूर्वं किम् आसीत् पूर्वं तत् शप् आसीत् शप् आसीत् तत्र के वर्णाः सन्ति शकारः अकारः पकारः अतः तत्र शकारपकारयोः लोपः लोपः अभवत् परन्तु पूर्वं शकारः आसीत् अतः तस्य नामकरणं शिक् अभवत् शिक् आमामां शिक् तेन कारणेन सार्वधातुकम् इति संज्ञा अपि तस्य नामकरणम् अभवत् आम् अवगत यत् वयम् अत्र दृष्टवन्तः षित् सार्वधातुकं केन कारणेन एतत् नामकरणं वयं कृतवन्तः अ यदस्ति तत्र पूर्वं किम् आसीत् शप् शप् शप् तत्र यत् अस्ति तत्र शकारस्य इत्संज्ञा अभवत् तेन कारणेन तस्य नाम शित् अभवत् तस्य नाम शित् अभवत् तेन कारणेन सार्वधातुकम् इति अपि संज्ञा नामकरणम् अभवत् ओके इत्युक्ते अ यद् अवशिष्टरूपम् अस्ति पूर्वं यद् रूपम् आसीत् तस्य प्रभावः प्रचलति एव समाप्तं न भवति शकारस्य इत्संज्ञा कृत्वा लोपकार्यं कुर्मः परन्तु तस्य प्रभावः तिष्ठति ओके यावत्पर्यन्तम् अवगतम् आं भगिनि अग्रे गच्छामः सरस्वती अग्रे पठतु इदानीं चतुर्थबिन्दु भूधातुः अजन्तः स्वरान्तः धातुः नाम अन्तिमवर्णः स्वरः इति अच् प्रत्ययहारः सर्वेषां स्वराणां सङ्ग्रहः अतः अच् इति कश्चन संक्षेपः स्वराणां कृते तथा हि अपरः प्रत्ययहारः इक् इकार ईकारः उकार ऊकारः ऋकारः ऋकारः ऋकारः इत्येषां प्रत्ययहारः इक् इति उच्यते भूधातोः अन्तिमवर्णः उकारः ऊकारः अतः भूधातुः इगन्तः धातुः इक् अन्ते यस्य सः इगन्तः ओके किम् अवगतवती तत्र भूधातु धातु अजन्त तत्र ऊकारः अस्ति खलु अजन्त इत्युक्ते स्वराः स्वरवर्णः अस्ति अन्तिमवर्णः अन्तिमवर्णस्वरः इति अच् इत्युक्ते सर्वस्वरवर्णाः प्रत्यहारः अच् इक् इत्युक्ते गुण इकार ईकार इत्येषां प्रत्यहारः अस्ति भूधातोः अन्तिमवर्णः ऊकारः अस्ति ऊकारः एक इक् प्रत्यहार एकवर्णः अस्ति अन्तर्भूतः अस्ति इक् प्रत्याहारस्य अन्तर्भूतः वर्णः अस्ति अतः नाम इगन्तः इगन्तः इकन्ते यस्य सः इगन्तः इक् अन्तः यदा वयं सन्धिकार्यं कुर्मः तदा ककारस्य गकारे परिवर्तनं भवति हा इक् इक् अधिकम् अन्तः इक् अधिकम् अन्तः सन्धिकार्यं करणीयं न अत्र तत्र इगन्तः इति भवति ओके इकन्तः न भवति कारणं स्वरः अस्ति न ओके कर्कषव्यञ्जनम् अनन्तरं स्वर आगच्छति चेत् मृदुव्यञ्जने परिवर्तितं भवति ओके तदस्ति सन्धिकार्यं यदा सन्धि न जानीमः किञ्चित् कष्टं भविष्यति चलति अग्रे सन्धि अपि आगच्छति हा परन्तु तत्तु अनन्तरम् ओके यावत्पर्यन्तम् अवगतं हा भू यदस्ति तत्र ऊ अच्वर्णः अस्ति तस्यापि अच्वर्णे इक् वर्णः अस्ति ओके अवगतम् इक् वर्णः इत्युक्ते इगन्त धातु भू इगन्तधातु अस्ति किमर्थं कारणं तस्य अन्तिमवर्णः इक् वर्णः अस्ति ओके अवगतं सर्वे जनाः प्रश्नः अस्ति वा सर्वमङ्गला अग्रिम बिन्दु पठतु हा पञ्चमबिन्दु भू अधिक ति अधिक ति यत्र इत्संज्ञां कृत्वा लोपः साध्यते तत्र तस्य लोपः जातः सः इत्संज्ञावान् इत्संज्ञावान् इति कारणेन तस्य प्रभावः तिष्ठति कुत्र तिष्ठति बहुर्वीः समासेन यस्य इत्संज्ञकवर्णः तस्मिन् प्रभावः यथा शप् प्रत्यये शकारपकारयोः इत्संज्ञां कृत्वा लोपः इत्संज्ञावान् शकारः यस्य सः षित् शप् प्रत्ययस्य इत्संज्ञावनं शकारः, अतः शप् प्रत्ययः षित्, शप् षित्, अतः तिङ् षित् सार्वधातुकम्, 3, 4, 1, 13 इत्यनेन शप् प्रत्ययः सार्वधातुकसंज्ञकः। एतस्मात् कारणात् नूतनसूत्रस्य कार्यं भवति सार्वधातुकार्धधातुकयोः 7, 3, 4 ओके तत् अनन्तरं पश्यामः, यावत्पर्यन्तं किञ्चित् स्पष्टीकरणं करोतु। यत्र here we have done itsanna, itsanna, that lashak vartta ite halantyam tatya lopaha we have done, that after removing that itsanna ka saha itsanna va lopaha bhavati shakara pakara a eva avashishtati itsanna va nit karanena tatya prabhava tishtati that is shap here shakara and pakara both have gone due to itsanna, after doing itsanna they have become lopa so itsanna van shakara it becomes shit okay itsanna van shakara yadasti tat bhavati shit shit तदनन्तरं किं भवति अतः शप् प्रत्ययस्य इत्संज्ञावान् शकारः अतः शप् प्रत्ययः षिट् इति भवति शप् तेन कारणेन ईगन्तः न न इदानीं शप् विषये एव पश्यामः शप् यदस्ति तत्र इत्संज्ञकवर्णः किम् शकार पकार शकारः इत्संज्ञकवर्णः अतः तस्य नामकरणं किम् षित् ओके इत्युक्ते इत्संज्ञावान् शकारः षित् भवति ओके तत् षित् भवति अतः केन सूत्रेण वयं तस् सार्वधातुकम् इति संज्ञानामकरणं कर्तुं शक्नुमः तिङ् षित् सार्वधातुकं षित् अस्ति अतः तिङ्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकः इति संज्ञा नाम आगच्छति ओके तावत्पर्यन्तं वयं वारं वारं पठितवन्तः इदानीम् अग्रे गच्छामः सुब्रह्मण्यं ध्वनि आगच्छति इदानीं श्रूयते वा श्रूयते श्रूयते अग्रे पठतु सार्वधातुकार्धधातुकयोः सप्तमाध्याय तृतीयपादे चतुःसप्तमी सूत्रः अस्ति अस्य सूत्रस्य अर्थः अशीति अस्य सूत्रस्य अर्थः एवम् इगन्तधातोः अनन्तरं सार्वधातुः अथवा आर्धधातुः प्रत्यय अस्ति चेत् तर्हि इगन्तस्य अङ्गस्य इक् वर्णस्य गुणः भवति स्पष्टं करोतु अत्र धातोः अन्तिमवर्णः इगन्तः अतः इ ऋ अस्ति चेत् सार्वधातुकः अथवा आर्धधातुः प्रत्यय इति अस्ति चेत् तर्हि इगन्तस्य अङ्गस्य इक् वर्णः अङ्गस्य इत्युक्ते यस्य येन सह वयं प्रत्ययस्य योजनं कुर्मः तत् अङ्गम् इति उच्यते अत्र अङ्गस्य इक् वर्णस्य गुणः भवति अतः यदा पट् इति धातुः अस्ति अत्र षप्रत्ययः अस्ति तदनन्तरं तिङ्प्रत्ययः अस्ति अतः तिङ्प्रत्ययस्य अङ्गमस्ति पट अत्र अकारस्य अत्र अकारः अस्ति, अत्र ई नास्ति, उ नास्ति, ऋ नास्ति, अतः तस्य गुणः न भवति, इक् वर्णस्य एव गुणः भवति अङ्गस्य इक् वर्णस्य. भूधातु उपयोगं करोतु. हा भूधातुः अस्ति चेत् हा अत्र भूधातुः अत्र अन्तिमवर्णः ऊकारः अस्ति, अतः आर्ध सार्वधातुक आर्धधातुकयोः इत्यनेन अत्र तत् अङ्गमस्ति. भूधातुः अङ्गं नास्ति, अन्तिमवर्णः अस्ति, तस्य गुणः भवति एव इगन्तः. इगन्तस्य अङ्गस्य इगन्त भू अङ्गमस्ति, तस्य अन्तिमवर्णः इगन्तः ऊ इति अस्ति, अतः तस्य गुणः भवति एव सार्वधातुक आर्धधातुकयोः इति सूत्रेण. ओके, सार्वधातुक आर्धधातुकयोः इति सूत्रेण ऊकारस्य ओकारे परिवर्तनं भवति. केन कारणेन? प्रथमकारणं किम्? प्रथमकारणम् अत्र प्रत्ययत् अस्ति, तत्र सार्वधातुक आर्धधातुकप्रत्ययः अस्ति. प्रथमं तत्पूर्वम् इदम् आदिमकारणं किम्? आदिमकारणम् इगन्त इगन्तस्य अङ्गस्य इगन्तस्य अङ्गस्य तत्पूर्वमपि. ओ महोदय, प्रथमं तु भूधातोः विकरणप्रत्ययः. तत् त्रिंशत् सार्वधातुकम् इत्यनेन सार्वधातुकं भवति आदौ. हा, प्रथमकार्यं षित् अस्ति. ओके, सार्वधातुकमस्ति, प्रथमसोपानं षित् अस्ति. किमर्थं? कारणं षकारस्य इत् संज्ञा भूत्वा भवति. अतः तत्र आरभ्य तिंशित् सार्वधातुकम् इति सूत्रस्य आधारेण नामकरणं भवति सार्वधातुक. ओके, नामकरणम् एकवारं सार्वधातुकमिति अभवत्, तदा एव सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य उपयोगं कर्तुं किं पर्मिशन् मिलति. ओके, अतः अस्माकं आरम्भस्तरे षकारस्य आवश्यकता. हा, इत्युक्ते षकारस्य इत् संज्ञा, तदनन्तरं सार्वधातुक आवश्यकता कुत्र अस्ति? षकारस्य षित् अस्ति चेत् तिंशित् सार्वधातुकं सूत्रस्य आधारेण सार्वधातुकम् इति संज्ञा नाम प्राप्नोति. एकवारं सार्वधातुकम् इति डिक्लेर् कृतम् अस्ति चेत् तदनन्तरं सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य आधारेण अग्रिमकार्यं वयं कर्तुं शक्नुमः. किमर्थम्? अङ्गस्य इक् वर्णस्य गुणः भवति. इदानीम् अङ्गः किम् एतस्य स्पष्टीकरणं न प्राप्तम्, अग्रे वयं पश्यामः. ओके भगिनि, भगिनि आर्धधातुकः इत्युक्ते किम्? इदानीं वयं न दृष्टवन्तः सार्वधातुकः इत्युक्ते किं, तदपि वयं न दृष्टवन्तः. केवलं नाम अस्ति इति वयं जानीमः. ओके, सार्वधातुकः इति एकः नाम, एकं नाम, आर्धधातुकम् इति द्वितीयं नाम. अतः सार्वधातुक आर्धधातुकयोः इति द्विवचनरूपम् अत्र दत्तम् अस्ति. हा, यदा सार्वधातुकम् अस्ति अथवा एकनिमिषम् अथवा आर्धधातुकम् अस्ति, द्वयस्य अपि वयं कार्यम् अग्रे कर्तुं शक्नुमः एतस्य सूत्रस्य आधारेण. अवगतं यावत्पर्यन्तं? सार्वधातुकम् इत्युक्ते किम्, आर्धधातुकम् इत्युक्ते किं, तत् अग्रे वयं पश्यामः. ओके, का उक्तवती भगिनि? सर्वे धातवः सार्वधातुक आर्धधातुकयोः समा अस्ति सन्ति खलु? वै सार्वधातक अर्धधातुकयोः इति उक्तं. सर्वे धातवः अपि सार्वधातक अर्ध या अर्धधातकाः सन्ति खलु? ओके यदा वयं सार्वधातुकम् इति नामकरणं कुर्मः तदा एव सार्वधातुकार्धधातुकयोः इति सूत्रस्य उपयोगं कर्तुं शक्नुमः प्रथमं सार्वधातुकार्धधातुकम् अन्य किञ्चित् सार्वधातुकम् अन्य सर्वे अपि आर्धधातुकम् आमां परन्तु अत्र सूत्रस्य सार्वधातुक आर्धधातुकयोः इत्युक्ते सर्वे धातवः आगच्छति खलु अनुसूया भगिनी अत्र सार्वधातुकम् आर्धधातुकमिति धातुविषये न अत्र पश्यन्तु प्रत्ययः अस्ति सार्वधातुकः वा आर्धधातुकः वा प्रत्ययः अस्ति चेत् सार्वधातुक आर्धधातुक प्रत्ययविषये अस्ति धातोः विषये न तदेव उक्तमस्ति खलु सार्वधातुक आर्धधातुकः अत्र सार्वधातुक अथवा आर्धधातुक प्रत्ययः अस्ति प्रत्ययः विषये वदन्ति अत्र धातोः विषये न तदेव अहम् आश्चर्यवती चिन्तयामि धातोः विषये धातोः विषये अत्र प्रक्रियाविषये एव पठामः खलु धन्यवादः महोदय समाधानम् आम् आं महोदय ओके इदानीं उषा बहु विलम्बेन आगतवती हा ओके चाट् मध्ये किमपि स्थापयति चेत् अहं द्रष्टुं न शक्नोमि हा ओके साक्षात् वदन्तु हा ओके नमस्ते भगिनि मम आरोग्यं नास्ति अतः मार्गम् आगन्तुं न शक्नोमि क्षम्यतां भगिनि फीवर् अस्ति ओ ओके विजया अग्रे पठिष्यति आं महोदय आं महोदय महोदय समय जातः ओ ओ ओके ओके ओके क्षम्यतां हा क्षम्यताम् अग्रिमावसरे वयं पठामः इदानीं सार्वधातुकार्धधातुकयोः तावत्पर्यन्तं वयम् आगतवन्तः केवलं नामकरणानि इदानीं कृतवन्तः तदनन्तरं इक् इगन्तः इत्युक्ते किं कुत्र तस्य किम् इफेक्ट् भवति तदनन्तरम् अङ्ग इत्युक्ते किम् एतस्य सर्वस्य ज्ञानं प्राप्तव्यम् अग्रिमावसरे पश्यामः ओके अस्तु महोदय क्षम्यतां विजया हा ॐ पूर्णमदमिदं पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः पुनर्मिलामः अन्यत् किमपि धन्यवादः धन्यवादः